कश्मलमिदं विषमे समुपस्थितम् अनार्यचुष्टमस्वर्गम् अकीर्ति करमर्जुन क्लैव्यं मास्मगम पार्थ नैतत्त्वयुपपद्यते क्षुद्रं हृदय दौर्बल्यं त्यक्त्वोत्तिष्ठत् परम् प्रदिग्धान् न चैतद्विद्म कतरन्नोगरियो यद्वा जयेम यदि वा नो जयेयु यानेव हत्वान् जिजीविषामस्तेव स्थिता प्रमुखेथार्थराष्ट्रा कार्पण्यदोषो पहत स्वभाव पृच्छामि समूढचेता यच्छ्रेयस्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शातिमान् त्वां प्रपन्नं नहि प्रपश्यामि ममापनुत्या यच्छोकमुच्छोषणमिन्द्रियाणाम् अवाप्य भूमावसपत्न मृत्था राजं नास तो विद्यते भावो ना शरीरेण अनाशिनो प्रमेयस्य तस्माद्युद्ध्य स्वभारत। सर्वाणि भूतानि शाखा नंताश्च

श्रीकृष्णार्जुनसंवादे।